नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे अद्य अदादिगणे हलन्तदातवः इति पाठः. तत्र सकारान्तदातुः अस् धातोः विषये किञ्चित् सूत्राणि पठामः. सिद्धव तत्र बात् इति कथम् अत्र कार्यं करोति इति पठामः. आं भगिनि अरुणा भगिनि. असिद्धव तत्र बात् पठामि भगिनि. असिद्धवत् अत्र भात् सूत्रं षष्ठ अध्याये चतुर्थपादे द्वाविंशत् सूत्रं केवलं सूत्रार्थभगिनी अत्र पदच्छेदभगिनी अधिकारः पदच्छेदः अधिकारः सर्वं पठतु. पदच्छेदः असिद्धवत् अव्ययम् अत्र अव्ययम् अव्ययं भात् पञ्चमी एकवचनम् अनुवृत्तिः नत्र नास्ति. अधिकारः अङ्गस्य असिद्धवत् अत्र अभात् अनुवृत्तिसहितसूत्रम् असिद्धवत् अत्र अभात् सूत्रप्रकारः अधिकारसूत्रम् असिद्धवत् अधिकारः इति यावत् सूत्र सिद्धवत् सूत्रं षष्ठाध्याये चतुर्थपादे द्वादश द्विविंशतिसूत्रं पर्यन्तं पञ्चसप्ततम अधिक एकशतं सूत्रवत् पर्यन्तम् अस्ति अधिकारसूत्रम् अस्ति. आदिदेशसूत्रं सूत्रात्रः अग्रिमसूत्रा आरभ्य अस्य पादस्य समाप्तिपर्यन्तं पाठितानि सूत्राणि समान आश्रये कर्तव्ये. परस्पराणां सन्दर्भे असिद्धानि भवन्ति. पूर्वं वयं चर्चितवन्तः भगिनि अत्रापि चतुर्थ षष्ठाध्याये चतुर्थपाद सूत्राणि अत्र अभिकार्यम् आभिकार्यम् इति नाम संज्ञा अस्ति. अत्र एकसूत्र 22 to 175 एक सूत्रं पूर्वसूत्रम् असिद्धमिति सूचयति. कार्यं सन्धिकार्यं न पश्यति सूत्रात् पठितवती. अतः आम् अतः अत्र अधिका असिद्धवत् अत्राभात् इति 6422 अग्रिमसूत्रात् आरभ्य अधिकारः असिद्धवत् अत्राभात् इति अधिकारसूत्रं 6423 आरभ्य 6475 पर्यन्तं यदा भवत्या उक्तम् आबीयक्षेत्रम् इति नाम्ना जायते. तत्र किं भवति इत्युक्ते अस्मिन् अधिकारे यानि सूत्राणि सन्ति समान आश्रये कर्तव्ये परस्पराणां सन्दर्भे असिद्धानि भवन्ति. समानाश्रये कर्तव्ये एव अस्माकं निमित्तमस्ति अस्ति सूत्राणां समान आश्रयः भवतु. तत्र परस्पर सूत्रद्वयम् अस्ति चेत् समान आश्रयः अस्ति चेत् परस्परम् असिद्धानि. यदा वयम् उत्सर्ग अपवाद इति पश्यामः वा सूत्रसङ्ख्या पश्यामः चेत् तत्र पूर्वसूत्रात् एतत् सूत्रम् इति एव वदामः. परन्तु अस्मिन् सन्दर्भे परस्परं असिद्धानि. वन् केनाट् सी द अदर् सूत्रसङ्ख्यायाः त्रिपादिसूत्रमेव अत्रापि तत्तु न त्रिपाद्यां तु एकं सूत्रं पूर्वसूत्रं तु पश्यति एव किल. लेटर् सूत्र एव असिद्धा अस्ति. पूर्वं प्रति परशास्त्रम् असिद्धं तादृशमेव. परन्तु अत्र परस्परम् असिद्धं परस्परम् इति एव. आं पठतु भगिनि. एतत् अधिकारसूत्रमस्ति. एतत् अधिकारसूत्रमस्ति. अस्य अधिकारस्य व्याप्तिः षष्ठाध्यायस्य चतुर्थपादस्य अन्तिमसूत्रपर्यन्तम् इति यावत् प्रचलति. असिद्धवत् अत्र अभात् इत्यत्र असिद्धवत् योगः अत्र योगः आभात् इति पदविग्रहः. प्रत्येकं पदार्थस्य अर्थम् एतादृशः. अत्र अधुना अग्रे विवरणं दत्तम् असिद्धवत् अत्र आभात् पृथक् पृथक् पदस्य विवरणं दत्तम्. आभात् भस्य इति अधिकारस्य परिसमाप्तपर्यन्तम् इत्युक्ते षष्ठ अध्याय चतुर्थपादस्य परिसमाप्तपर्यन्तम् आभात् अत्र समान आश्रये कर्तव्ये असिद्धवत् असिद्धत्वं स्यात् तदेव भवति उक्तं भगिनी उक्तवती. अत्र समान आश्रये कर्तव्ये तत्समये परस्परं सूत्रम् असिद्धं भवति तदेव निमित्तम् असिद्धवत् असिद्धवत्त्वं स्यात् वर्तमानसूत्रात् आरभ्य षष्ठ अध्यायस्य चतुर्थपादस्य समाप्तिपर्यन्तं विद्यमानानि सूत्राणि आभीयसूत्राणि इत्यपि तेषाम् अन्यत् नाम. परस्पराणां विषये समानाश्रये कर्तव्ये असिद्धानि ज्ञेयानि इति आशयः. तदेव चर्चितवन्तः सूत्र 6422 अत्र अधिकारसूत्रं तदा 6423 सूत्र 6475 सर्वाणि सूत्राणि आभीयसूत्राणि इति नामकरणमस्ति. तद्विषये परस्पराणां विषये सामानाश्रये कर्तव्ये तत्समये असिद्धानि भवति अन्यसूत्रम् असिद्धं भवति सत्यम्. इदानीं किं नाम समान आश्रयः इति प्रश्नः. तत्र यदा वयम् आश्रयः इति वदामः तत्र वयं चिन्तयामः तत्र निमित्तं समानं भवतु. निमित्तम् इत्युक्ते स्थानी अपि वा अस्माकं सप्तम्यां वा पञ्चम्यां वा यत्किमपि भवतु तद् निमित्तम् इति वयं स्वीकुर्मः. समानाश्रये इत्युक्ते समानस्थलं स्थानि वा समाननिमित्तं वा इति प्रश्नः भवति. परन्तु अत्र समानाश्रयः इत्युक्ते किञ्चित् तत्र भेदः अस्ति. तादृशं नास्ति इत्येव अत्र अस्ति. तदपि पठतु भगिनि. किं नाम समान आश्रयः? नागेशः लघुशब्देन्दुशेखरे भूते तत्र हि समान आश्रयत्वम् असिद्धवत् असिद्धत्वा अग्रिमपङ्क्त्याम् अस्ति विच्छेदं कृत्वा असिद्धत्व असिद्धत्व आश्रय शास्त्रसम्बन्धी सम्बन्धिनिमित्तसमुदाया न्यूनान् अतिरिक्त आश्रयत्वम् अतिरिक्त आश्रयत्वं पदविग्रहान्तर्गतं तत्र हि समान आश्रयत्वम् असिद्ध आश्रयशास्त्रसम्बन्धि निमित्तसमुदाय न्यून अनतिरिक्त आश्रयत्वम् ओ पद तदेव पदच्छेदे दत्तम् विवरणं दत्त्वा अधुना अस्ति. अस्य सर्वरूपेण अर्थः एतादृशः. प्रक्रियायां सूत्रस्य प्रयोगे आवश्यकतः आवश्यकः यः मूलस्थानि यानि च मूलनिमित्तानि तेषाम् आश्रयाः इति संज्ञा भवति. सामान्यतया आश्रयामि अर्थं किम् अस्ति चेत् स्थानि वा निमित्तम् अत्र आश्रयः फार् सूत्र आर् इट्स् ओरिजिनल् स्थाने अण्ड् आल् दि ओरिजिनल् निमित्तम् अनेन प्रकारेण प्रत्येकं सूत्रस्य विशिष्टाः आश्रयः वर्तन्ते. अस्यां स्थितौ यदि द्वयोः सूत्रयोः आश्रयाः सम्पूर्णरूपेण समानाः सन्ति तर्हि द्वयोः सूत्रयोः मध्ये समान आश्रयः इति उच्यते. पुनः तत् पठामि भगिनि. सामान्यतया किमत्र विशिष्टसूत्रमत्र दत्तमिति विवरणं कृतवान्. अस्यां स्थितौ यदि द्वयोः सूत्रयोः आश्रयाः सम्पूर्णरूपेण समानाः सन्ति ओके आश्रया द्वयचोप सूत्रद्वयो मध्ये सम्पूर्ण समानमस्ति तर्हि द्वयोः सूत्रयोः मध्ये सामानाश्रयः अस्ति इति उच्यते. अहं न अवगतं भगिनि. ओके इङ्ग्लिश् अस्ति. टु सूत्रास् पार्टिसिपेटिङ्ग् इन् ए प्रक्रिया आर् सेड् टु हेव् ए सामानाश्रय वेन् दि आश्रया फार् दि फस्ट् सूत्र आर् ऐडेण्टिकल् टु दट् आफ् दि सेकेण्ड् सूत्र. यदा अस्माकं जलां जशोन्ते ससजुषोरुः तत्र जलिपरे इति अस्ति चेत् तत्र समान आश्रयत्वं किल तत्र एव अस्माकम् उत्सर्ग अपवादचिन्तनम् आगच्छति. यदा सूत्रसङ्ख्या अपि तत्र समानस्थले समानसमये इति यदा वदामः तत्रापि समान आश्रयत्वं किल समान आश्रयः इत्युक्ते निमित्तं समानं वा स्थानि समानम् इत्येव इत्येव दट् इस् द नार्मल् डेफिनिशन् आफ् समानाश्रयः. अस्मिन् सन्दर्भे किं स्वीकृतवन्तः असिद्धवत् अत्र बात् इति प्रसङ्गे समानाश्रयः इत्युक्ते किम् इत्येव अत्र सूचना इत्यत्र दत्तं. सूचना अत्र इदं स्मर्तव्यं यत् द्वयोः सूत्रयोः स्थाने समानः भवेत् उत निमित्तं समानं भवेत् इति अत्र न आवश्यकम्. ओ ओके ओके. केवलम् आश्रयसमूहः सेट् आफ् आल् आश्रयाः समानः भवेत् इत्येव अत्र अपेक्षते. एतादृशं भवति चेत् सामान्य आश्रयः इति उच्यते. सामान्यतया केवलं निमित्तं वा स्थाने वा एव एक विषये अस्ति परन्तु अस्तिद्धवत् अत्र अभासूत्रे आल् आश्रय भगिनि तदेव आश्रयसमूहः आश्रयसमूहः आवश्यकम्. तत्र किं भवति इत्युक्ते यत्र अत्र अत्रैव उदाहरणमपि अस्ति अग्रे एकस्मिन् सूत्रे एकास्थानि अनन्तरं निमित्तमस्ति द्वितीयं सूत्रम् आगच्छति तत्र स्थानि किञ्चित् भिन्नम् अस्ति परन्तु निमित्तं समानम् अस्ति चेत् तत्र दे काल् इट् अ सेट्. स्थाने समानं भवेत् वा निमित्तं समानं भवेत् इति न. वन् आफ् देम् केन् बि ऐडेण्टिकल् बट् दे हेव् टु बि स्थाने अण्ड् निमित्त फोर् बोत् द सूत्र सेट् आफ् आल् आश्रयास् इति वदामः. अत्र अग्रे अपि उदाहरणमस्ति. एतादृशः समानाश्रयः ययोः सूत्रयोः मध्ये वर्तते अस्ते सूत्रे परस्परयोः विषये असिद्धज्ञातव्ये इति प्रकृतसूत्रस्य आशयः. सामान्याश्रयस्य द्वे उदाहरणे एतादृशे प्रथमम् अस् धातोः लोट्लकारस्य मध्यमपुरुष एकवचनस्य प्रक्रियायाम् अस् योगः हि इत्यस्यां स्थितौ न सोरल्लोपः 6-4-1-1-1 तथा च अभ्यासलोपश्च 6-4-1-1-9 इति द्वे सूत्रे युगपत् वर्तते. ओके, अस्य युगः प्रथमं स्नोसोरल्लोपः अभ्यासलोपश्च प्रथमं सोरल्लोपः सूत्रेण अस् धातोः हि प्रत्ययपरे अकारलोपः विधीयते. अतः अस्य सूत्रस्य आश्रयौ अस् हि एतौ स्तः. ओके, द्वसोरेधावौ अभ्यासलोपश्च इत्यनेन तु अस्य एव अस् धातोः अस्मिन्नेव हि प्रत्ययपरे ए इति अन्त्य आदेशः विधीयते. अतः अस्य सूत्रस्य आश्रयौ अपि अस् हि एतौ एव स्तः. ओके, अवगतं भगिनि. प्रथमम् अत्र अस् धातुविषये लोट्लकार हि प्रत्ययपरे एकसूत्रमस्ति स्नासौरल्लोपः इति सूत्रेण सकारलोपः भवति अकारलोपः भवति अकारः लोपः भवति. द्वितीयसूत्रमस्ति वसोरो द्वौ अभ्यासलोपश्च इति सूत्रेण हि प्रत्यये ए इति अन्त्य आदेशः भवति. ओके, अस्थले सकारस्थले भगिनि अर्हि अस्धातोः इदानीम् आम् अस्धातोः एकारलोपः भवति अन्त्यादेशः किल अतः सकारस्य स्थाने सत्यं यस् आम् अनेन प्रकारेण एदि इति रूपं किल एदि इति मध्यमपुरुष एकवचनरूपम्. ओके, अनेन प्रकारेण अत्र स्नसौरल्लोपः तथा च ग्वसोर हौ डु यु से दिस् भगिनि ग्वसोर ग्वसोरो द्वा अभ्यासलोपश्च ग्वसोरे द्वा अभ्यासलोपश्च ग्वसोरे द्वा अभ्यासलोपश्च अत्र आश्रयमपि सामान्यमेव समानमेव समानाश्रयः अस्ति एतयोः मध्ये असमानाश्रयः अस् इति स्थानं हि इति निमित्तं द्वयोः सूत्रयोः अपि अस् एव स्थानम् अस्ति. आबीयक्षेत्रे अपि आगच्छति शसोरल्लोपः ग्वसोरे द्वाभ्यासलोपश्च. इदानीं किमर्थम् असिद्धवत् अत्र वा तत्र आवश्यकम् इत्युक्ते श्नसोरलोपः इत्यस्य कार्यं प्रथमं भवति वा ग्वसोरे द्वाभ्यासलोपश्च इत्यस्य कार्यं प्रथमं भवति वा इति प्रश्नः. यदा वयं विप्रतिषेधे परं कार्यम् इति स्वीकुर्मः चेत् तत्र ग्वसोरे द्वा अभ्यासलोपश्च इत्यस्य कार्यमेव प्रथमं भवति. यदा ग्वसोरे द्वा अभ्यासलोपश्च इत्यनेन सकारस्य स्थाने एकार आदेशः भवति चेत् अ ये योगः हि इति प्रत्ययः भवति. परन्तु श्नसोरल्लोपः किं वदति अस् धातोः हि प्रत्यये परे अकारलोपः विधीयते इति वदति. तत् कार्यं तु न भवति एव विप्रतिषेधे परं कार्यम् इत्यनेन परं कार्यं भवति पूर्वकार्यं तु असिद्धं भवति किल. यदा विप्रतिषेधः इति वदामः चेत् तत् कार्यं तु न भवति. आ ये हि इति अनिष्टं रूपं तत्र साधयामः. उत्सर्ग अपवाद इति अपि वयं तत् तादृशमपि अत्र चिन्तनं न कर्तुं शक्नुमः. अतः अन्यमार्गः कः इत्युक्ते असिद्धवत् अत्रावात् इति स्वीकुर्मः. असिद्धक्षेत्रे स्तः कार्यद्वयमपि भवति. कथं चिन्तनीयम् इत्युक्ते सूत्रमेव असिद्धं, परस्परम् असिद्धं. द सूत्रास् केनाट् सी इच् अदर्, परन्तु वयं तु रूपाणि द्रष्टुं शक्नुमः. अतः प्यारलि सूत्राणि तत्र तेषां कार्याणि भवति एव. एतत् प्रथमम्, अन्यद् सूत्रसङ्ख्या, तादृशं किमपि चिन्तनं नास्ति. इण्डिपेण्डेण्ट्लि णसोरलोपः आगत्य तस्य कार्यं करोति, ग्वसयोरेद्वा अभ्यासलोपश्च अपि आगत्य तस्य कार्यं करोति. किं पश्यति इत्युक्ते मूलस्थानं किं, मूलनिमित्तं किम् इत्येव सूत्राणि सूत्रदृष्ट्या तदेव अस्ति, तेषां कार्याणि अतः अत्र प्रवर्तते इत्येव. तत्र यदा वयम् इतोपि अग्रे पठामः इतोपि स्पष्टं भवति. उषा भगिनी, स्पष्टमस्ति वा? वसोरेतत् कार्यं किं भगिनि, सूत्रस्य कार्यं किं? क्वसोरे द्वाभ्यासलोपश्च इति कार्यं किम् इत्युक्ते अस् धातुः हि प्रत्यये परे ये इति अन्त्यादेशः विधीयते. ये इति अन्त्यादेशः सकारस्य, अतः आम् सत्यम्. तद् आगत्य यदा वयं तद् कार्यं प्रथमं भवतु इति तादृशसूत्रसङ्ख्या दृष्ट्या पश्यामः चेत् तद् आगत्य कार्यं करोति चेत् आ ये इत्येव भवति, घष्णसोरलोपः असिद्धं भवति. परन्तु तादृश अनिष्टं रूपमेव सिद्ध्यति आ ये हि इति. अतः तत्र अस्माकं कृते तु आवश्यकमस्ति श्नसोरलोपः इत्यस्य कार्यमपि, ग्वसोरे द्वाभ्यासलोपश्च इत्यस्य कार्यमपि आवश्यकमस्ति इति कृत्वा असिद्धवत् अत्र अभात् इति क्षेत्रे तत्र कार्यद्वयं परस्पर असिद्धमस्ति, परन्तु कार्यद्वयमपि तत्र भवति. उदाहरणं द्वितीय उदाहरणं हन् धातोः लोट् लकारस्य मध्यमपुरुष एकवचनस्य प्रक्रियायां हन् योगहै इति स्थिते हन्तेर्चः 6436 इति सूत्रेण हन् धातोः हि प्रत्ययपरे जा इति आदेशः भवति. अतः अत्र हन्तेर्चः इति सूत्रस्य हन् हि इति आश्रयम्. ओके, अन्तर्जसूत्रं हन् धातु हि प्रत्ययपरे सूत्र आश्रयौ अस्ति, सूत्रे अस्ति. अतः अग्रे अग्ने एतम् अग्रे अग्रे एतं जा इति अकारान्तम् आदेशम् एव निमित्तरूपेण स्वीकृत्य अतो हे 6415 इति सूत्रेण अदन्तात् अङ्गात् परस्य हि प्रत्ययः लुक् प्रवर्तते. अत्र अतो हे हे इति सूत्रस्य स्थाने अस्ति हि इति प्रत्यय, तथा च मूलनिमित्तम् अस्ति हन् इति धातु. यद्यपि अत्र प्रत्यक्षं निमित्तं जाय इति दृश्यते, तथापि स्थानिवद्भावेन हन् इत्यस्यैव परिगणनम् अत्र कर्तव्यम्. अत एव उपरि दत्तायां व्याख्यायां मूलस्थानी तथा मूलनिमित्तम् इति शब्दौ प्रयुक्तौ स्तः. अत्रापि हन् हि इत्येव द्वौ आश्रयौ स्तः. अवगतं भगिनि. प्रथमं हन्तेर्जसूत्रेण हकारस्थाने जकार आगच्छति हि प्रत्यये परे, जायति अकारान्त अङ्गम् अस्ति, अन्तवर्णमस्ति. ततः अतो हे हे इति सूत्रेण अकार अङ्गस्य हि प्रत्ययस्य लुक् भवति. अत्र अपि स्थानमस्ति हि प्रत्यय अस्ति हन्दातु अपि निमित्त स्थाने सो सूत्रद्वयं हन्तेर्जः अतो हे सूत्रद्वयं स्थाने आश्रयौ हन् अन् हि प्रत्ययः तत्समये असिद्धवत् अत्र अभात् सूत्रेण परस्पर आश्रयं कारणात् असिद्धं द्वितीयसूत्रं परसूत्रम् असिद्धं भवति. सत्यं भगिनि, जस्ट् हाव् सम् वाटर्. अत्र अत्र किं भवति इत्युक्ते, तत्र हन्तेर्जः अतो हेः सूत्रद्वयमपि आव्यक्षेत्रे अस्ति, हन् हि इत्येव आश्रयौ. परन्तु यदा वयं हन्तेर्जः इति कुर्मः, तत्र हन् स्थाने ज इति आदेशः, ज इति अदन्तमङ्गम्. इदानीम् अतो हेः आगच्छति कार्यं कर्तुम् अदन्त अङ्गात् हि प्रत्ययस्य लुक् इति. तत्र हि प्रत्ययस्य लुक् कुर्मः चेत् झ इत्येव अवशिष्यते. यदा अस्माकं पट गच्छ इति लोट् लकारस्य मध्यमपुरुष एकवचनरूपं, तादृशं झ इति रूपं, तत्तु समीचीनरूपं नास्ति. जहि इत्येव रूपं हन् धातोः लोट् मध्यमपुरुष एकवचनरूपं जहि इति. कथं साधयामः इत्युक्ते, अत्र एव अतः एव अत्र व्याख्यायाम् उक्तमस्ति मूलस्थानि मूलनिमित्तम्. अतः अतो हेः यद् आबीयक्षेत्रे अस्ति तद् किं पश्यति इत्युक्ते, हन् हि इत्येव पश्यति. हन्तेर्जः इत्यनेन यद् कार्यं कृतं तद् अतो हेः न पश्यति. परस्परम् असिद्धम् इति कारणेन तद् न पश्यति. मूल मूल स्थानि हिन् हन् अण्ड् हि इत्येव पश्यति. अतः तद् कार्यं न करोति. हन् इति अनदन्तमङ्गम् इति कृत्वा तस्य कार्यम् अत्र न प्रवर्तते. अतः तत् प्रथम उदाहरणे वयं किं दृष्टवन्तः इत्युक्ते, कथं कार्यं भवति सूत्रद्वयस्य कार्यम् एकस्मिन् समये कथं भवति प्यारलली इति. अत्र द्वितीय उदाहरणे असिद्धवत् अत्राभात् इत्यनेन कथम् एकं सूत्रस्य कार्यं वयं निषेधं कर्तुं शक्नुमः. अतो हेः इत्यस्य कार्यम् अस्माकं कृते न आवश्यकं, कथं तस्य निषेधं कर्तुं शक्नुमः इत्युक्ते, असिद्धवत् अत्राभात् इत्यस्मिन् स्थले अस्ति इति कृत्वा तस्य कार्यं न भवति. टु आफ् डिफ्रेण्ट् एक्साम्पल्स्. अतः तत्र समान आश्रयः, स्थलद्वये अपि समान आश्रयः अस्ति इति एव. एतादृशः पठामि भगिनि. आम् आम् आम् भगिनि. अत्र अतः अत्रापि एतयोः द्वयोः सूत्रयोः मध्ये सामानाश्रयः अस्ति इति उच्यते. एतादृशः सामान्य आश्रयः यदा द्वयोः सूत्रयोः मध्ये विद्यते, तदा ते सूत्रे परस्परयोः विषये असिद्धे भवतः. इत्युक्ते प्रक्रियायां ताभ्यम् एकेन सूत्रेण कृतं कार्यम् अपरस्य सूत्रस्य कृते असिद्धं मन्तव्यम् इति वर्तमानसूत्रस्य आशयः. अस्मिन्नेव सन्दर्भे भाष्ये असिद्धवचनम् आदेशलक्षण प्रतिषेधार्थम् उत्सर्गलक्षण भावार्थम् इति विधानं कृतमस्ति. अस्मिन्नेव सन्दर्भे भाष्ये असिद्धवचनम् आदेशलक्षण प्रतिषेधार्थम् आदेशलक्षण उत्सर्गलक्षण अग्रे आगच्छति अग्रे आगच्छति अस्मिन् विषये. अत्र भाष्यकारेण सामानाश्रये जाते असिद्धत्वं कथं प्रवर्तते इत्यस्य द्वौ नियमौ उक्तौ स्तः. एते द्वौ नियमौ तथा च तयोः कानिचन उदाहरणानि अधः स्पष्टीक्रियन्ते. अतः तत्र द्विविधम् अस्ति, समान आश्रये जाते असिद्धत्वम् इति तत्र कथं भवति इति नियमद्वयं भाष्यकारेण उक्तं. प्रथमं नियमं पठतु भगिनि. प्रथमम् आदेशलक्षणप्रतिषेधार्थम् असिद्धत्वं, यत्र प्रक्रियायां द्वयोः सामान आश्रययुक्तयोः आधीयसूत्रयोः युगपत् प्राप्तिः नास्ति, तत्र प्रथमसूत्रेण निर्मितः आदेशः द्वितीयसूत्रस्य कृते असिद्धः भवति. अतः प्रथमसूत्रात् अनन्तरं द्वितीयसूत्रं नैव प्रवर्तते इति अत्र आदेशलक्षणस्य प्रतिषेधार्थम् असिद्धत्वं प्रयुज्यते. एतादृशम् असिद्धत्वं नित्यं द्वितीयसूत्रस्य निषेधार्थम् एव उपयुज्यते. अस्य स्पष्टीकरणार्थम् अधः द्वे उदाहरणानि दत्ते स्तः. प्रथमम् आदेशलक्षणप्रतिषेधार्थम् असिद्धत्वम्, अत्र सूत्रद्वयोः सामान्य आश्रययुक्तयोः आधीयसूत्रयोः युगपत् प्राप्तिः. एकनिमिषम् अहं म्यूट् करोमि. सारि भगिनि. नास्ति भगिनि. ऐ केम् होम् भगिनि. सो ओ ओ अस्तु. ओके. प्राप्तिः नास्ति, तत्र प्रथमसूत्रेण निर्मितः आदेशः द्वितीयसूत्रस्य कृते असिद्धः भवति. अतः प्रथमसूत्रात् अनन्तरं द्वितीयसूत्रं नैव प्रवर्तते. न अवगतं भगिनि किम्? तत्र अस्माकम् इदानीं दृष्टवन्तः किल हन् धातुः, तत्र हि इति प्रत्ययः जहि इति भवति प्रथमसूत्रस्य कार्यम्. द्वितीय अतो हे इति सूत्रस्य कार्यं कथं कथा कदा भवति इत्युक्ते, जहि इति अस्ति चेदेव अतो हे इत्यस्य कार्यं, हन् इति अस्ति चेत् अतो हे इत्यस्य किमपि कार्यं नास्ति. अतः युगपत् प्राप्तिः नास्ति तत्र. प्रथमं हन्तेर्जः इत्यस्य कार्यं, हन्तेर्जः इत्यस्य कार्यं यदा अतो हे पश्यति चेत् तस्य कार्यम् अवश्यं भवति. इदानीम् अहं तद् कार्यं न इच्छामि, अतो हे कार्यं मा करोतु तत्र इति मम इच्छा अस्ति चेत् कथम् अहं निषेधं करोमि? निषेधार्थमेव असिद्धवत् अत्र अभात् इत्यस्य उपयोगः अत्र द्वितीयसूत्रस्य इत्युक्ते अस्माकं कृते अतो हे इति सूत्रस्य निषेधार्थमेव असिद्धत्वम्, एतादृशम् असिद्धत्वं तत्र. अवगतं वा तद्? तत्र अतः तत्र उपयोगम् अस्ति असिद्धवत् अत्र अभात् इत्युक्ते पेरलली अपि भवितुम् अर्हति एतादृश असिद्धत्वं निषेधार्थं, निषेधार्थमपि तस्य उपयोगं भवति इत्येव. अतः एव ते आदेशलक्षणप्रतिषेधार्थम् असिद्धत्वम् इति प्रथमविधः. तत्र अस्माकं हन् धातुः एव उदाहरणं पुनः दत्तमस्ति, प्रक्रिया अपि दत्ता, पूर्णप्रक्रिया अत्रैव. आम्, तद् पठति वा अनन्तरं उषा भगिनी पठति. हन् धातोः लोट्लकारस्य मध्यमपुरुष एकवचनस्य प्रक्रियायां हन्ते जः इति सूत्रेण हन् धातोः हि प्रत्ययपरे जा इति आदेशः भवति. अग्रे एतत् जा इति अकारान्तम् आदेशम् एव निमित्तरूपेण स्वीकृत्य अतो हे इति सूत्रेण अदन्तम् अङ्गात् परसिः प्रत्ययस्य लुक् प्रवर्तते. अत्र एतयोः सूत्रयोः मध्ये हन् हि इति सामानाश्रयः वर्तते इति उपरि स्पष्टीकृतम् अस्ति. अस्यां स्थितौ हन्ते जः इत्येन कृत आदेशः अतो हे इत्यस्य कृते असिद्धवत् अत्र अभात् इत्यनेन असिद्ध भवति. अवगतं भगिनि. सो आदेशः लक्षणप्रतिषेधार्थम् असिद्धत्वम्. ओके, हन्धातुः पठामि भगिनि. उषा भगिनी पठति. आम् आम् भवती समापयतु, अग्रिम उदाहरणं उषा भगिनी अग्रिम उदाहरणं पठति. हन्धातुः प्रक्रिया समापयतु. अन्योगः हिंसा हिंसागत्योः अदादिगण हन् योगः लोट् लोट् च इति लोट्लकारः हन् योगः सिप् तिप् सिप् इत्यनेन सि प्रत्ययः मध्यमपुरुषः प्रत्ययः. हन् हन् योगः सप् योगः सिप् कर्तरि शप् हन् योगः सिप् अदि प्रवृत्तिभ्यः शपः इत्यनेन शकार शप् लोपः भवति. हन् हि श्रीस्थाने हि आगच्छति सेर्यपिच्च इति सूत्रेण. तदनन्तरं हन् योगः हि स्थितौ जा इति अन्तेर्जः इति सूत्रेण हि प्रत्ययपरे जकारस्थ हन् स्थाने जकार आदेशः भवति. एतादृशे ज आदेशकृते तस्य अदन्तत्वात् अत्र अतो हेः इति अन्यत् अन्यसूत्रप्रयुक्तं शक्यते. येन अदन्तात् अङ्गस्य परस्य हि प्रत्ययस्य लोपः भवति. परन्तु अत्र द्वयोः सूत्रयोः मध्ये सामानाश्रयः विद्यते. अस्यां स्थितौ आदेशलक्षणप्रतिषेधाय असिद्धत्वमिति नियम् अनुसृत्य द्वितीयसूत्रस्य कृते प्रथमसूत्रेण कृतः ज आदेशः असिद्धः अस्ति. इत्युक्ते अतो हेः इत्यस्य प्रयोगस्य समये जा इति न दृश्यते, अपि तु हन् इत्येव मूलरूपं दृश्यते. हन् इति तु अदन्तम् अङ्गं नास्ति, अतः अत्र अतो हेः इति सूत्रम् अपि अत्र प्रक्रियायां नैव प्रवर्तते. अत एव जहि इत्येव अन्तिमरूपम् अत्र सिद्धयति. जहि इति लोट्लकाररूपम्. अवगतं भगिनि? आदेशलक्षणप्रतिषेधाय असिद्धत्वं, प्रतिषेधार्थमेव असिद्धत्वम् अस्मिन् सन्दर्भे. यदा तद् पश्यति चेत् सिद्धत्वम् अस्ति चेत् तस्य कार्यम् अवश्यं भवति. अतो हेः इत्यस्य निमित्तानि पूरितानि, अतः कार्याणि प्रवर्तनीयानि इति कृत्वा तत्र हि लोपः भवति, झ इत्येव अवशिष्यते. तादृशं तादृशं रूपमेव नास्ति, अनिष्टं रूपम्. अतः तत्र किं कर्तुं शक्नुमः इत्युक्ते असिद्धवत् अत्र अभात् इत्येव. अतो हेः किं पश्यति इत्युक्ते मूलरूपं मूलस्थानं मूलनिमित्तं सत्यम्. अतः कार्यं न भवति इत्येव शिक्षा. तद् प्रथमं प्रथम उदाहरणं. द्वितीय उदाहरणं बहु इत्यस्मिन् विषये अस्ति. तद् वयं बहु किमपि तस्मिन् विषये न जानीमः, अतः उत्सर्गलक्षणभावार्थम् असिद्धत्वम् इति पश्यामः. अस्तु, औषा भगिनि. आं भगिनि, उत्सर्ग अपवादलक्षणभावार्थम् असिद्धत्वं यत्र प्रक्रियायां द्वयोः समानाश्रययुक्तयोः आभीयसूत्रयोः युगपत् प्राप्तिः विद्यते, तत्र एकसूत्रेण निर्मितः आदेशः द्वितीयसूत्रस्य कृते असिद्धः भवति. अतः द्वितीयं सूत्रं मूलस्थानिनम् एव दृष्ट्वा अवश्यं प्रवर्तते. पुनरेकवारं पठामि भगिनि. यत्र प्रक्रियायां द्वयोः समान आश्रययुक्तयोः आभीयसूत्रयोः युगपत् प्राप्तिः विद्यते तत्र एकसूत्रेण निर्मितः आदेशः द्वितीयसूत्रस्य कृते असिद्धः भवति. अतः द्वितीयं सूत्रं मूलस्थानिनमेव दृष्ट्वा अवश्यं प्रवर्तते. ओके, द्वयोः सूत्रयोः युगपत् प्राप्तिः विद्यते, एकसूत्रेण निर्मितः आदेशः द्वितीयसूत्रस्य कृते असिद्धः भवति इति अत्र उत्सर्गलक्षणस्य भावार्थम् असिद्धत्वं प्रयुज्यते. एतादृशम् असिद्धत्वं नित्यं द्वितीयसूत्रस्य प्रसक्त्यर्थम् एव उपयुज्यते. एकनिमिषं भगिनि. एतादृशम् असिद्धत्वं नित्यं द्वितीयसूत्रस्य प्रसक्त्यर्थम् एव उपयुज्यते. एतादृशम् असिद्धत्वं नित्यं द्वितीयसूत्रस्य प्रसक्त्यर्थम् एव उपयुज्यते. अस्य स्पष्टीकरणार्थम् अधः द्वे उदाहरणे दत्ते स्तः. पठामि वा भगिनी अग्रे? आम्. तत्र यदा वयं प्रथमं दृष्टवन्तः निषेधार्थं, द्वितीयसूत्रस्य निषेधार्थम् इति पठितवन्तः. अत्र अस्मिन् उदाहरणे द्वितीयसूत्रस्य प्रसक्त्यर्थं, तदेव भेदः. अत्र युगपत् प्राप्तिः अस्ति, सूत्रद्वयस्य युगपत् प्राप्तिः अस्ति. यदा एकसूत्रेण यत्किमपि कार्यं करोति चेत् द्वितीयसूत्रस्य कार्यं न भवति इति प्रसङ्गः भवति तत्र. अतः द्वितीयसूत्रस्य कार्यमपि भवतु इति कारणेन असिद्धवत् अत्र भात् इत्यस्य उपयोगः. शास् इति धातोः लोट् लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रियायां शास् योगः हि इति स्थिते हू जल्भ्यो हेर्दिः इति सूत्रेण शास् धातोः विहितस्य हि प्रत्ययस्य धि इति आदेशः, तथा च तस्मिन्नेव समये शाहौ इत्यनेन हि प्रत्यये परे शास् इत्यस्य शा आदेशः, शास् इत्यस्य शा आदेशः, शाहौ ओके, शास् इत्यस्य शा आदेशः इति द्वे कार्ये युगपत् सम्भवतः. शास् योगः हि इति स्थिते हू जल्भ्यो हेर्दिः इति सूत्रेण हि प्रत्ययस्य दि इति आदेशः भवति. शाहौ इत्यनेन हि प्रत्यये परे शास् अस्ति चेत् शास् इत्यस्य शा आदेशः. ओके, बट् भगिनी स्थला इस् डिफ्रेण्ट्. हू जल्भ्यो हेर्दिः शाहौ तदेव आगच्छति. पठतु अग्रे अपि. अत्र एतयोः द्वयोः सूत्रयोः मध्ये हि तथा शास् इति आश्रयौ समानौ स्तः. हि तथा शास् इति आश्रयौ समानौ स्तः. अतः अत्र समानाश्रयः विद्यते. अस्यां स्थितौ उपसर्गलक्षण अपवाद उत्सर्गलक्षणभावार्थम् असिद्धत्वं प्रवर्तते. इत्युक्ते हू जल्भ्यो हेर्दिः इति सूत्रेण हि प्रत्ययस्य कृतः धि इति आदेशः शाहौ इत्यनेन नैव दृश्यते. शाहौ इति हि प्रत्यय इस् नाट् सीन्, धि इति इट् इस् सीन्. ओके, अतः अत्र शाहौ इत्यस्य प्रयोगस्य समये हि इत्येव दृश्यते. अतः अत्र शाहौ इत्यस्य प्रयोगस्य समये हि इत्येव दृश्यते. अस्यां स्थितौ शाहौ इति सूत्रम् अवश्यं प्रवर्तते. अनेन प्रकारेण अन्तिमरूपसिद्ध्यर्थं हू जल्भ्यो हेर्दिः तथा च शाहौ इत्येतयोः द्वयोः अपि सूत्रयोः प्रयोगः क्रियते. भगिनी, ऐ हेव् टु लुक् अट् द प्रक्रिया. सम्पूर्णप्रक्रिया पुनः तदेव वदति. आं पठतु, तत्र स्पष्टं भवति. सम्पूर्णप्रक्रिया एतादृशी. शासु इच्छायाम् अदादिः. ओके, शास् योगः लोट्, लोट् च इति लोट् लकारः. शास् योगः सिप् तिप्तस् जि सिप्तस्तम् इप्पस्मस्थातां जतासातां द्वङ्ग् द्वम् इड् वहि महिङ्ग् इत्यनेन मध्यमपुषे एकवचनस्य विवक्षायां सि प्रत्ययः, शास् योगः शप् योगः सिप् कर्तरि शप् इत्यनेन शप् विधीयते, शास् योगः सिप् शप् अधिप्रभृतिभ्यः शपः इत्यनेन शपः लुक् भवति, शास् योगः सिप् एव, शास् योगः सिप् स्थाने सेर्ह्य पिच्च इत्यनेन हि आदेशः भवति, शास् योगः हि, हि स्थाने शास् योगः धी हूजल्भ्यो हेदिः इत्यनेन शास् धातोः प्रत्यय हि प्रत्ययस्य धी आदेशः. आं भगिनि, शायोगः धि शाहौ इति सूत्रेण हि प्रत्यये परे शास् इत्यस्य शा आदेशः भवति. वस्तुतः अत्र हि प्रत्ययस्य धि इति अस्ति, परन्तु अयम् आदेशः हूजल्भ्यो हेर्दिः इत्यनेन कृत अस्ति, तथा च असिद्धत्वत् अत्र आभात् इत्यनेन हूजल्भ्यो हेर्दिः इति सूत्रं शाहौ इत्यस्य प्रयोगस्य कृते असिद्धं भवति. ओ ऐ सी, ओके. हू जल्भ्यो हेर्दिः इस् नाट् 64101 64 10, निमित्तम् अण्ड् दिस् इस् वाट् इस् इम्पार्टेण्ट्, नाट् द नम्बर्स्, ओके. हू जल्भ्यो हेर्दिः 64101, दिस् इस् असिद्धत्वत् 6422, हू जल्भ्यो हेर्दिः शाहौ 6434, ओ ऐ सी, इत्यस्य प्रयोगस्य कृते असिद्धं भवति. इत्युक्ते हू जल्भ्यो हेर्दिः इत्यनेन इत्यनेन कृतः धि आदेशः शाहौ इत्यनेन नैव दृश्यते. हू जल्भ्यो हेर्दिः इत्यनेन कृतः धि आदेशः शाहौ इत्यनेन नैव दृश्यते, अतः शाहौ इत्यस्य दृष्ट्या अत्र हि इत्येव प्रत्ययः विद्यते. अस्मिन् प्रत्यये परे शाहौ इति सूत्रेण शास् इत्यस्य शा आदेशः अवश्यं भवति. शाधि, ओके, अवगतं वा इदानीम्? आं भगिनि, आम् आम् आं भगिनि. तत्र सूत्रद्वयम् अपि युगपत् आगच्छति, शास् योगः हि. तत्र शास् योगः हि इत्युक्ते हू जल्भ्यो हेर्दिः इत्यस्य कार्यम्. हि प्रत्यये परे शास् धातोः, शास् इति स्थाने हि इति निमित्तं, हि प्रत्यये, क्षम्यतां, हि इति स्थाने शास् इति निमित्तं, हू जल्भ्यो हेर्दिः जलन्त जलन्तेभ्यः परेभ्यः हि प्रत्ययस्य धि आदेशः. अतः तत्र स्थाने हि शास् इति निमित्तं धि आदेशः. तद् प्रथमं. शाहौ इति सूत्रं किं वदति? हि प्रत्यये परे शास् इति इत्यस्य शा आदेशः. इदानीं शास् इति स्थाने हि इति निमित्तं शाहौ इत्यस्य कृते. परन्तु अस्माकं कृते तु सेट् आफ् सूत्रास् एव, समानाश्रयः इति. तत्र निमित्तं टु सेट्, निमित्तम् अण्ड् स्थाने आर्दर्. सो तत्र अत्र शाहौ इत्यस्यापि कार्यं भवति एव. तस्य प्रवर्तनार्थम् असिद्धवत् अद्राबात्, इफ् असिद्धवत् अद्राबात् वस्तान्तर् अस्य कार्यं न भवति, शाहौ इत्यस्य कार्यं न भवति एव. किमर्थम् इत्युक्ते हि प्रत्ययस्य आदेशः तु धी इत्येव दृश्यति, अतः तद् कार्यं न भवति. अवगतं वा? सेट् आफ् सूत्रास् एव अवश्य, सेट् आफ् निमित्तं स्थानि एव आवश्यकम्. एकं निमित्तम् एकं एका स्थानि तावदेव. तद् समानं भवति इति, कार्यस्थलं किमपि, सूत्रसङ्ख्या, कार्यस्थलं किमपि अत्र न आवश्यकम्. तस्य प्रथमम् उदाहरणं शाधि इति. इदानीम् अस्माकम् अस्धातोः कृते तदपि पठतु भगिनि. असभुवि, असभुवि अदादि. अस् धातो, अस् इति धातोः लट् लकारस्य मध्यमपुरुषे एकवचनस्य प्रक्रियायां श्नसोरल्लोपः तथा ग्वसोरेत् एतावत् एत् दाव् अभ्यासलोपश्च एदाव् अभ्यासलोपश्च इत् इत् एतयोः मध्ये अपि च ग्वसोरेद् ये दावाभ्यासलोपश्च तथा हूजल्भ्यो हेदिः इत् एतयोः मध्ये अपि आभीयम् असिद्धत्वं विद्यते. प्रक्रिया इयम् अस् भुवि अदादि, अस् योगः लोट् लोट् च, अस् योगः सिप् मध्यमपुषे एकवचनविवक्षा, अस् योगः शप् योगः सिप् कर्तरि शप् इति शप् विधीयते, अस् शप् लुक् भवति, अस् योगः सिप् इति अवशिष्यम्. सिप् इति सिप् स्थाने सि स्थाने सेर्ह्य पिच्च इत्यनेन हि आदेशः भवति. अस् योगः हि, अस् योगः हि नसोर् अल्लोपः इत्यनेन हि प्रत्यये परे अस् धातोः अकारस्य लोपः भवति. अस् इति स् एव भवति, स् योगः हि, स् योगः हि ए योगः हि भवति. ग्वसोर् एताभ्यासलोपश्च इत्यनेन हि प्रत्यये परे, हि प्रत्यये परे अस् धातोः सकारस्य एकारः भवति, सकारस्य एकारः भवति. ग्वसोर् एतत् गु अस् एत् दावभ्यासलोपश्च, धाव् इस् वाट् भगिनि, धाब् हु हु हाब् ओके हकार बिकेम् धकार फलसूत्र धाव् अभ्यासलोपश्च हाब् इस् हु षष्टि द्विवचनम् प्रथमा एकवचनं हौ सप्तमी एकवचनम् अभ्यासलोपः च इति अव्ययम् आम् भगिनि. अत्र वस्तुतः अस् इति अङ्गं नैव वर्तते, अस् इति अङ्गं नैव वर्तते. ओ बिकास् सूत्र सेस् ग्वसोर् ग्वस् गु अण्ड् अस् ओके. परन्तु युगपत् प्राप्तयोः श्नसोर् अल्लोपः तथा ग्वसोरेद् एद् दावभ्यासलोपश्च इत्येतयोः मध्ये हि अस् एते समाने आश्रये, हि अण्ड् अस् ओके समाने आश्रये अतः समान आश्रयत्वं दृष्ट्वा श्नसोर् अल्लोपः इत्यनेन अस् इत्यस्य कृते अस् इत्यस्य कृतः सकार आदेशः. ग्वसोरेत् एतावत् अभ्यासलोपश्च इत्यस्य कृते असिद्धः भवति, बिकेम् असिद्ध ओके. अतः ग्वसोरेदावभ्यासलोपश्च इत्यनेन अत्र अस् इत्येव दृश्यते. अतः तत्र सकारस्य एकारादेशः अपि भवितुम् अर्हति. ये योगः धि हूजल्भ्यो हेर्दिः इति अत्र जलन्तात् परस्य हि प्रत्ययस्य धि आदेशः भवति. हि इति जलन्तात् जल् ओ बिकास् इट् इस् सीङ्ग् अस् भगिनि अण्ड् नाट् ये. परन्तु पूर्व तत् ए योगः हि ग्वसोरेद्वाभ्यासलोप तद् अवगतं वा? किमर्थम् इत्युक्ते पुनः असिद्धवता आगच्छति एदि इत्यत्र तदवगतम् एतदवगतं वा? प्रथमा स्टेप् ग्वसोरेद्वाभ्यासलोपश्च अञ्चनसोरल्लोपः ग्वसोरे तावत् अभ्यासलोपश्च इति कृते अस् इति दृश्यते. समीचीनम्. श्नसोरलोपः कार्यं कृतम् इदानीं श्नसोरलोपः इत्यनेन की प्रत्ययस्य परे अस् धातोः अकारलोपः भवति. इदानीं ग्वसोरेद्वा अभ्यासलोपश्च इत्यस्य कृते किम् आवश्यकम्? अस् धातुः आवश्यकम्, की प्रत्ययः अपि आवश्यकं किल, प्रत्ययः अपि आवश्यकं. परन्तु इदानीम् अस्माकं कृते सा अण् हि इत्येव अस्ति, यदा ग्वसोरे द्वा अभ्यासलोपश्च तत् न पश्यति, परस्परम् असिद्धत्वम् अस्ति इति कृत्वा तत् मूलधातुः मूलरूपम् मूलधातुः मूलनिमित्तमेव पश्यति. मूलस्थानी इति अस्त, हि इति निमित्तं, तदेव दृष्ट्वा कार्यं करोति. सकारलोप मैट् हेपन् इत्येव वदति, भवितुम् अर्हति. सकारस्य क्षम्यतां, सकारस्य एकारादेशः भवितुम् अर्हति इत्येव वदति. भवति वा इति न वा, अग्रिम अग्रिम प्रक्रिया, अग्रिमसोपानं. भगिनि this may sound stupid, but can I then switch the order and say before nasoralopaha asti yoga? Yes, that's what I said. It works that's what I said, it works parallelly. Parasparam asiddhatvam, they don't see each other. Asti yoga hi iti sthanam kimapi, we are seeing the prakriya, we are seeing it like that, but sutras don't see each other, they just go and work and we get the final form. Okay ओके अवगतम् अग्रिमम् इदानीं पूजल्भ्यो हेर्दिः अण्ड् अण्ड् ग्वसोरे द्वाभ्यासलोपश्च द्वयोः मध्ये किं भवति इति. ये योगः दि ओके नौ हि बिकेम् दि ओके ये योगः धि हू जल्भ्यो हेर्दिः इति अत्र जलन्तात् परस्य हि प्रत्ययस्य धि आदेशः भवति, हि स्थाने धि आदेशः भवति, बिकास् इत् हू जल्भ्यो हेर्दिः इति सूत्रेण अस् इति दृश्यते, ये इति न दृश्यते, मूलधातु एव दृश्यते. ओके, हू जल्भ्यो हेर्दिः इति अत्र जलन्तात् परस्य हि प्रत्ययस्य धि आदेशः भवति. अत्र यद्यपि अङ्गस्य अन्ते जल् वर्णः नास्ति, यद्यपि अङ्गस्य अन्ते जल्वर्णः नास्ति, तथापि तस्य विद्यातकं विघातकं तथापि तस्य विघातकं युगपत् प्राप्तं ग्वसोरेदावभ्यासलोपश्च इति सूत्रम् अस् हि इति समान आश्रयं दृष्ट्वा हू जल्भ्यो हेर्दिः इत्यस्य कृते असिद्धं भवति. ओके भगिनि, अस्यां स्थितौ हू जल्भ्यो हेर्दिः इत्यनेन ये इति नैव द्रष्टुं शक्यते, अतः अत्र सु इत्येव सकारान्तम् अङ्गं स्वीकृत्य हि प्रत्ययस्य धि आदेशः विधीयते. भगिनि, किमर्थं सु इत्येव सकारान्तम् अङ्गं नसोरल्लोपः श्नसोरल्लोपः इत्यनेन सु एव दृश्यते, बट् हू जल्भ्यो हेर्दिः ऐ थाट् इट्स् गोयिङ्ग् टु सी अस् अण्ड् नाट् सु. अस् एव, अस् एव, ओके, सकारान्तमङ्गम्, सकारान्तमङ्गम्, ओके ओके, सकारान्तमङ्गम् ओके. अतः अत्र सु इत्येव सकारान्तम् अङ्गम् ओके स्वीकृत्य हि प्रत्ययस्य धि आदेशः विधीयते, ए धि. आं भगिनि, अतः स्थलद्वये असिद्धवत् अत्राभात् इत्यस्य कार्यम्. अस्माकं करपत्रे किं दत्तम् अस्ति इति पुनः पठतु, परन्तु तत्र किञ्चित् चिन्तनं भिन्नरीत्या अस्ति. एतत् सरलम् अस्ति, यद् इदानीम् अत्र अष्टादेव डाट् काम् मध्ये अस्ति, आरम्भीयस्तरे वा किमपि सरलम्, एतदेव चिन्तनं सरलरीत्या अस्ति. परन्तु यदा वयं करपत्रे स्वीकुर्मः तत्र असिद्धवत् अत्राभात् इति अपि चिन्तनम् अस्ति, अनन्तरं किञ्चित् नियमसूत्रं तादृश किमपि स्वीकृत्य चिन्तनं कृतवन्तः. तत् किञ्चित् मम कृते तु भ्रमः जनयति. एतत् स्पष्टम् अस्ति, स्टेप् वैस् अस्ति, क्लारिटि अपि अस्ति, अनन्तरं यत्र अन्यत्र यदा प्रयोगं कर्तुम् अपि शक्यते, अप्लिकबिलिटि इति वदामः किल, अप्लिकेशन् अपि भवति. सरलमस्ति किल, स्पष्टमस्ति किल. आं भगिनि, आम्. दलकृत्यं सर्वं तु किञ्चित् अस्माकं कृते इदानीम् अस्धातोः कृते न आवश्यकं, यदा समयः अस्ति चेत् पठन्तु वार्तिकं, सत् किमपि दत्तमस्ति. अरुणा भगिनी स्पष्टमस्ति वा अस्तातुः? आं भगिनि, अतः तदेव लोट् लकारस्य चिन्तनं. किं कुर्मः इत्युक्ते करपत्रं तु लोड् न भवति. आं भगिनि, अद्य प्रायः डौन् अस्ति. आम् अत्र अद्य किं कुर्मः, अत्र स्थगयामः प्रायः अग्रिमसप्ताहे. अस्धातोः रूपाणि साधयामः अनन्तरम् अग्रे. शास् धातुः अपि समानचिन्तनमेव, शास् अपि अस्ति अस्माकं करपत्रे, तदपि वयं पठितवन्तः किल, अतः तस्य रूपाणि साधयित्वा अग्रे सरामः अग्रिमसप्ताहे. भगिनि महोदय ईमेल् दृष्टवती वा, पश्यति वा? कम्प्लेण्ट् किं भगिनि वदति, वेब्सैट् मध्ये वा? न न, सक्सि योगः हि इति प्रत्ययः, हि प्रत्ययस्य स्थाने धि आदेशः भवति. सस् योगः धी च इति सूत्रेण तत्र सकारलोपः भवति. सद्धि इति रूपं, परन्तु तत्र वयं यदा अष्टाध्यायी डाट् काम् मध्ये दृष्टवन्तः गतसप्ताहे, तत्र जलां जशोन्ते इत्यनेन सकारस्य धकार आदेशः कृत्वा सद्धि इति रूपम् आसीत्. तत्र अरुणा भगिनी पृष्टवती नीलेश् महोदयं, सः उक्तवान् तत्र मतभेदः अस्ति इति कृत्वा. एकं केचन वदन्ति तत्र दीच इति सूत्रं केवलं सिच् प्रत्यये परे एव तस्य कार्यं भवति, अत्र न अस्माकम् अदादिगणे तस्य कार्यं न भवति, तिङन्त प्रत्यये परे तस्य कार्यं न, केवलं सिच् प्रत्यये परे इति. तादृशं स्वीकुर्मः चेत् सद्धि इति रूपं सम्यक् एव. कौमुद्यां तु रूपद्वयमपि साधु इति वदन्ति, अतः रूपद्वयं सद्धि अपि सम्यक्, अस्माकं किं सधि इति अपि सम्यक् इति. समीचीनं भगिनि, उत्तमं. तत् चिन्तनं, तादृशचिन्तनं बहु आवश्यकम्. ओके भगिनि, धन्यवादः भगिनि. धन्यवादः, अग्रिमसप्ताहे मिलामः. शुभरात्रिः. धन्यवादः भगिनि. धन्यवादः.